ओम निकामे निकामे नो नो निकामे निकामे निकामे निकामे नः पर्जन्यः पर्जन्यो नो निकामे निकामे निकामे निकामे नः पर्जन्यः निकामे निकाम इति निकामे निकामे नः पर्जन्यः पर्जन्यो नो नः पर्जन्यो वर्षतु वर्षतु पर्जन्यो नो नः पर्जन्यो वर्षतु पर्जन्यो वर्षतु वर्षतु पर्जन्यः पर्जन्यो वर्षतु फलिन्यः फलिन्यो वर्षतु पर्जन्यः पर्जन्यो वर्षतु फलिन्यः वर्षतु फलिन्यः फलिन्यो वर्षतु वर्षतु फलिन्यो नो नः फलिन्यो वर्षतु वर्षतु फलिन्यो नः फलिन्यो नो नः फलिन्यः फलिन्यो न ओषधज ओषधजो नः फलिन्यः फलिन्यो न ओषधजः न ओषधज ओषधजो नो न ओषधजः पच्यन्ताम् पच्यन्तामोषधजो नो न ओषधजः पच्यन्ताम् ओषधजः पच्यन्ताम् पच्यन्तामोषधज ओषधजः पच्यन्ताम् योगक्षेमो योगक्षेमः पच्यन्तामोषधज ओषधजः पच्यन्ताम् योगक्षेमः पच्यन्ताम् योगक्षेमो योगक्षेमः पच्यन्ताम् पच्यन्ताम् योगक्षेमो नो नो योगक्षेमः पच्यन्ताम् पच्यन्ताम् योगक्षेमो नः योगक्षेमो नो नो योगक्षेमो योगक्षेमो नः कल्पताम् कल्पताम् नो योगक्षेमो योगक्षेमो नः कल्पताम् योगक्षेम इति योग क्षेमः नः कल्पताम् कल्पताम् नो नः कल्पताम् कल्पतामिति कल्पताम् निकामे निकामे नः पर्जन्यो वर्षत्वित्याह निकामे निकामे ह वै तत्र पर्जन्यो वर्षति यत्रैते न जज्ञे न जजन्ते फलिञ्जो न ओषधजः पच्यन्तामित्याह फलिञ्जो ह वै तत्रौषधजः पच्यन्ते यत्रैते न जज्ञे न जजन्ते योगक्षेमो नः कल्पतामित्याह कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः यत्रैते न जज्ञे न जजन्ते ॐ शान्ति शान्ति शान्तिः हरिः ॐ दत्सत् श्रीरामकृष्णार्पणमस्तु।